ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे मीनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति बलाबलचिन्तनम्। अष्टाध्याय्यां सूत्रेषु बलाबलचिन्तनं। ध्वनिः श्रूयते वा? श्रूयते महोदय। गाड्, एम् ऐ आडिबल्? येस् महोदय, वी केन् हियर् यु। यु आर् आडिबल् बट् स्क्रीन् इस् नाट् विजिबल्। Am I audible? I think I have some network issues. Let me shift to mobile data. We can hear you, Mohit. It's audible now. It's audible now. One second. He's not in. अस्तु, प्रारम्भामहे। गतसप्ताहे अस्माभिः तत्र एका परिभाषा दृष्टा, पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरं बलीयः। एतत् परिभाषा बहुकालपूर्वात् इत्युक्ते नूतन परिभाषा नास्ति। अस्य परिभाषा अस्याः परिभाषायाः लेखकः अस्माभिः न ज्ञायते, परन्तु तत्र बहु पुरातन्यः अस्ति। सो पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरं बलीयः इति या परिभाषा, तत्र पूर्व अपेक्षया परसूत्रं बलवत् भवति, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति, अण्ड् अन्तरङ्गसूत्रस्य अपेक्षया तत्र अपवादसूत्रं बलवत् भवति, अपि च अत्र उत्तर उत्तरं बलीयः। इत्युक्ते अपवादसूत्रं यदस्ति तत् पूर्व पर्व पर नित्य अन्तरङ्ग एतेषु अपेक्षया अपवादसूत्रं सर्वदा बलवत् भवति इति अनया परिभाषा वयम् अवगच्छामः। अस्माभिः पूर्वपरविषये पूर्वे एव दृष्टम् अस्मिन् करपत्रे, यदा वयं विप्रतिषेधविषये पठितवन्तः। अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्तिः इति तुल्यबलविरोधः, तस्य अन्यत् नाम एव विप्रतिषेधः। सो विप्रतिषेधः इत्युक्ते तुल्यबलविरोधः। द्वयोः सूत्रयोः मध्ये यदा तुल्यबलः अस्ति अपि च तयोः मध्ये कुत्रचित् सङ्घर्षः भवति, तस्य नाम एव विप्रतिषेधः। सो विप्रतिषेधविषये अस्माभिः तत्र किं करणीयं, तत्र स्वयं पाणिनिमहर्षिणा एकं परिभाषासूत्रं दत्तं, विप्रतिषेधे परं कार्यं, प्रथमाध्याये चतुर्थपादे द्वितीयसूत्रमस्ति। विप्रतिषेधे परं कार्यं प्रथमाध्यायस्य चतुर्थपादस्य द्वितीयसूत्रमस्ति। अत्रापि बहु चर्चा अस्ति अस्मिन् परिभाषासूत्रस्य विषये, अस्य परिभाषासूत्रस्य विषये। तत्र परम् इति यः पदमस्ति, तत्र परम् इत्यनेन न केवलं यः अनन्तरं विधीयते, यस्य सङ्ख्या अनन्तरम् अस्ति तदस्ति परं सूत्रं, परन्तु परम् अपि तत्र श्रेष्ठम् श्रेष्ठम् इत्यपि अस्ति, इष्टम् अपि तस्य पदस्य अर्थः भवति. सो बहु बहुवार्थिकपदः अस्ति परम् इति अत्र यत् लिखितम्. सो यः पूर्वपरविषयः अस्माभिः आदौ एव दृष्टम्. पूर्वपर इत्युक्ते यत्र द्वयोः सूत्रयोः समानबलम् अस्ति तत्र वयं किं वदामः, तयोः विप्रतिषेधः एकत्र प्राप्तिः भवति चेत् तत्र सङ्घर्षः भवति, तस्य नाम एव विप्रतिषेधः. सो तस्मिन् विषये अस्माभिः किं करणीयं, सामान्यतया इत्युक्ते औत्सर्गिकरूपेण तत् यत् परं सूत्रम् अस्ति, यत् अनन्तरं यस्य सङ्ख्या अस्ति तद् तेन सूत्रेण एव वयं कार्यं कुर्मः. सो पूर्वपरविषये परसूत्रम् इत्युक्ते यः अनन्तरं सूत्रम् अस्ति तस्य अधिकबलम् अस्ति. सो पूर्वपर इति अत्र अस्माभिः आदौ एव दृष्टम्. इदानीं तत्र नित्य, सो परसूत्रस्य अपेक्षया नित्यसूत्रं बलवद् भवति. इदानीं तत्र नित्यं नित्यसूत्रं किम्, अनित्यसूत्रं किम् इत्युक्ते यदा एकं सूत्रं नित्यं वदामः, द्वयोः मध्ये अस्माभिः बलाबलचिन्तनं करणीयम्. एकं सूत्रं नित्यं भवति चेत् इत्युक्ते यः द्वितीयसूत्रमस्ति तस्य सः अनित्य भवति. सो इदानीं तत्र अद्य वयं पठामः नित्यसूत्रं किम्, अनित्यसूत्रं किम्. अनन्तरं तत्र अन्तरङ्ग अपि च अपवादविषये, अपि अस्माभिः किञ्चित् दृष्टम्. उत्सर्ग अपवादसम्बन्धः सूत्रयोः मध्ये कथं तत्र भवति तदपि दृष्टम्. परन्तु इदानीम् अद्य नित्यविषये पठामः. अस्तु, चेतना भगिनी आरम्भं करोतु भगिनि. रेकार्डिङ्ग् प्रचलति वा, रेकार्डिङ्ग् चलति वा? अस्तु अस्ति अस्ति, पठतु भगिनि. नित्यम् कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इत्युच्यते. समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिरस्ति इति चिन्तयतु. द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता, तदनन्तरपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्यां दशायां यत् अपरं सूत्रमस्ति तत् नित्यसूत्रम् इत्युच्यते. नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत्, अनन्तरम् अपि अस्ति. यदा किञ्चन सूत्रं नित्यमस्ति तदा तत् सूत्रं प्रथमम् एव प्रवर्तनीयम्, नित्यम् इत्यस्मात् कारणात् बलवत्. अतः पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं स्यातपि पूर्वम् आयाति. पूर्वसूत्रं सत्यपि पूर्वम् आयाति. सति कृताकृतप्रसङ्गे तस्य विषये एव सम्पूर्णसूत्रे इत्युक्ते कृताकृत कृत अकृत कृताकृत कृताकृतप्रसङ्गः इत्युक्ते किं, तदेव अग्रे लिखितम् अस्ति. सो सपोज् सम्बडि अस्ति नित्यसूत्रं किम्, ऐ विल् से इन् वन् वाक्य कृताकृतप्रसङ्गी यः विधिः येन सः नित्य इति उच्यते. इदानीं कृताकृत इत्युक्ते किम् इति अग्रे लिखितमस्ति. अग्रे पठतु भगिनि. समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिः अस्ति इति चिन्तयतु. द्वयोः मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता, तदनन्तरम् अपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्यां दशायां यत् अपरं सूत्रमस्ति तत् नित्यसूत्रम् इत्युच्यते. इत्युक्ते एकस्मिन् समये एकस्मिन् काले एकस्मिन् स्थले सूत्रद्वयं द्वयस्य प्रसक्तिः अस्ति चेत् द्वयोः मध्ये न तदनन्तरमपि अपरस् न अवगतं महोदय. इत्युक्ते किं वदति, सामान्यतया किं भवति, यदा वयं सपोज् कस्मिञ्चित् सोपाने, कस्मिञ्चित् सोपाने स्टेप् टु मध्ये पदनिर्माणप्रक्रियासमये स्टेप् टु मध्ये द्वयोः सूत्रयोः सूत्र ए प्लस् सूत्र बि द्वयोः सूत्रयोः एकत्र प्राप्तिः भवति. इदानीं तत्र अस्माभिः बलाबलचिन्तनं करणीयं, सूत्र ए इत्यनेन कार्यं कुर्मः वा सूत्र बि इत्यनेन कार्यं कुर्मः. यदि वयं सूत्र ए इत्यनेन कार्यं कुर्मः, सपोज् ऐ डोण्ट् नो अबौट् बलाबल चिन्तनम्, ऐ से लेट् मी डू द कार्य फ्रम् सूत्र ए. सूत्र ए इत्यनेन कार्यं कुर्मः चेत् नौ ऐ हेव् रीच् टु स्टेप् थ्री, इसन्ट् इट्? नौ ऐ हेव् रीच् टु स्टेप् थ्री. सो इदानीं स्टेप् त्री मध्ये पुनः सूत्र बि इत्यस्य पुनः प्रसक्तिः तत्र तिष्ठति, इदानीमपि तत्र प्रसक्तिः तस्य अस्ति. प्रायशः तत्र किं भवति, प्रायशः इत्युक्ते यदा द्वयोः सूत्र कस्मिञ्चित् सोपाने कस्मिञ्चित् स्टेप् मध्ये तत्र द्वयोः सूत्रयोः प्रसक्ति भवति चेत्, यदि वयम् एकेन सूत्रेण कार्यं कुर्मः चेत् तदा पुनः बि सूत्रस्य प्रसक्तिः तत्र न तिष्ठति. परन्तु कुत्रचित् कुत्रचित् यदा वयम् ए सूत्रेण कार्यं कुर्मः, नौ ऐ हेव् रीच्ड् नेक्स्ट् स्टेप्, तत्र पुनः बि सूत्रस्य प्रसक्तिः अस्ति. सो बि सूत्रस्य प्रसक्तिः पूर्वे अपि आसीत्, इदानीमपि अस्ति. अतः द्वयोः मध्ये नौ द्वयोः मध्ये भीसूत्रं नित्यसूत्रम्. सो यदा तादृशस्थितिः अस्ति तदा अस्माभिः किं करणीयम्, अत्र ए सूत्रेण कार्यं न करणीयं, यद्यपि ए सूत्रं परसूत्रम् अस्ति. इत्युक्ते सामान्यतया वै इट् इस् डिस्कसिङ्ग् पूर्व पर आल्सो हियर्, बिकास् मे बि द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति. सूत्र ए इत्यस्य कृते कुत्रचित् स्वतन्त्रतया लब्धावकाशः अस्ति, सूत्र बि इत्यस्य अन्यत्र कुत्रापि स्वतन्त्रतया लब्धावकाशः अस्ति. इदानीं तयोः बि मध्ये एकत्र प्राप्तिः अपि अस्ति. सो केवलम् अत्र सो अत्र तुल्यबलविरोधः अस्ति, विप्रतिषेधः अस्ति. सो प्राये सपोज् ए सूत्रं परसूत्रम् अस्ति, सपोज् दिस् इस् फोर्थ् सूत्र एण्ड् दिस् इस् फिफ्त् सूत्र, सोरि दिस् इस् थर्ड् सूत्र. सो द्वयोः विप्रतिषेधः अस्ति चेत् परं सूत्रं बलवद् भवति, सो ए सूत्रं बलवद् भवति. परन्तु केवलं यदा मया पूर्वस्मिन् वर्गे तत्र उक्तं, सामान्यतया द्वयोः मध्ये बहुत्र विप्रतिषेधः भवति, परन्तु केवलं विप्रतिषेध आधारीकृत्य एव अस्माभिः निर्णयं न करणीयम्. That is not the final, that is the last nirnaya. Ye atra kopi apvad prasangah to nasti, atra antarang prasangah to nasti, atra nitya aniti prasangah to nasti. Yadi apvad antarang nitya aniti nasti sambandah, tada eva purva parayita nirnayam karneyam. So atra vadati, asmin parichede vadati, yadhyapi e sutram parasutram asti, परन्तु बि सूत्रं पूर्वसूत्रम् अस्ति, सूत्र नम्बर् थ्री अस्ति, ए सूत्र नम्बर् फोर् अस्ति, तथापि बि सूत्रं नित्य इत्यनेन एव वयं नित्यसूत्रेण एव कार्यं कुर्मः. सो प्रथमे बि सूत्रेण कार्यं कुर्मः, न तु ए सूत्रेण, यद्यपि यः एतत् परं सूत्रम् अस्ति, बिकास् बि सूत्रस्य प्रसक्तिः पूर्वे अपि आसीत् अनन्तरमपि अस्ति, तस्य कार्यक्षेत्रं पुनः तत्र तिष्ठति. तदेव अस्ति कृताकृतप्रसङ्गिः. कार्यं कुर्मः चेत् यदि वयं कार्यं कुर्मः चेत् तत्तु साधु अस्ति, बि इत्यनेन कार्यं कुर्मः चेत् तत् साधु. परन्तु कार्यं बि इत्यनेन न कुर्मः चेत् पुनः तस्य प्रसङ्गः तिष्ठति, तदेव अस्ति कृताकृतप्रसङ्गी, कृतं चेत् साधु, अकृतं चेत् पुनः तस्य प्रसक्तिः तिष्ठति, तदेव अस्ति कृताकृतप्रसङ्गः। सो तस्य नाम एव नित्यं, नित्यम् इति उच्यते व्याकरणशास्त्रे। इदानीं तत्र किं पुनः एतत् परिच्छेदं पठतु भगिनि, अत्र पठतु, समानकाले समानस्थले समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिः अस्ति इति चिन्तयतु। द्वयोः मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता, तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्यां दशायां यत् अपरं सूत्रमस्ति तत् नित्यसूत्रम् इत्युच्यते। इदानीम् अवगतं महोदय। नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत्, अनन्तरमपि अस्ति। यदा किञ्चन सूत्रं नित्यम् अस्ति तदा तत् सूत्रं प्रथमम् एव प्रवर्तनीयम्। अत्र अनियर् प्रत्ययः अस्ति, सो देट् शुड् बि तस्य कार्यं प्रथमम् एव प्रवर्तनीयम्। नित्यम् इत्यस्मात् कारणात् बलवत्, अतः पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सत्यपि पूर्वम् आयाति। एतत् अवगतं वा? लास्ट्, सो पूर्वसूत्रं नित्यम् अस्ति, पूर्वसूत्रं नित्यम् अस्ति, यदि बि सूत्रम् इस् थर्ड् सूत्रं, सूत्रसङ्ख्या 3 अस्ति, सः पूर्वसूत्रं, यद्यपि सः पूर्वसूत्रम् अस्ति, बिकास् वाट् वी हेव् लर्न्ड् सो फार्, वि प्रतिषेधे परं कार्यं, परं सूत्रं बलवत् भवति। यद्यपि पूर्वसूत्रम् अस्ति, बि सूत्रं पूर्वसूत्रम् अस्ति, परन्तु केवलं पूर्वसूत्रं नास्ति, नित्यमपि अस्ति, नित्यसूत्रमपि अस्ति, अतः नित्यत्वात्, नित्यम् अस्ति अतः वयं तेन सूत्रेण एव कार्यं कुर्मः, बिकास् केवलं पूर्वपरप्रसङ्गः नास्ति, अत्र नित्यानित्यप्रसङ्गः अपि अस्ति, एकं सूत्रं नित्यम्, अन्यत् सूत्रम् अनित्यम्। सो यः नित्यसूत्रम् अस्ति, यस्य कार्यं पूर्वे अपि आसीत्, इदानीमपि अस्ति, तेन सूत्रेण एव कार्यं करणीयम्, अतः अत्र लिखितं परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्, फोर् सूत्रस्य अपेक्षया, यद्यपि नित्यसूत्रं 3 सूत्रम् अस्ति, थर्ड् सूत्रम् अस्ति, परन्तु सः नित्यमपि अस्ति, अतः परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति, because it is not only purva para, it is nitya anitya also, so there are two relationships between a and b, one is purva para, one is purva sutram, anantaram is second is para sutram, and there is one more sambandha idanim maya drishtam, so ekam nitya sutram asti, anyat anityam bhavati, automatically the second a becomes anitya, because yadi vayam b sutrena karyam prathame kurmah, थर्ड् स्टेप् मध्ये ए सूत्रस्य प्रसक्तिः पुनः नास्ति, दिस् इस् कैण्ड् दिस् विल् आल्वेज् यु विल् सी, उदाहरणं दृष्ट्वा पुनः एतस्य विषये तत्र किञ्चित् वयम् अवगच्छामः। सो ओन्लि बि सूत्रम् इस् नित्यसूत्रं, द्वयोः मध्ये एकं नित्यम् अस्ति चेत् अन्यत् आटोमेटिक्लि अनित्य भवति, वी केन् आल्सो चेक् इट् आल्सो, वी हेव् तथा कदापि न तत्र भवति, यदि एकम् अन्यत् सूत्रं तु अनित्यम् एव तिष्ठति। ध्वनिः न अस्ति वा, न श्रूयते वा? मम ध्वनिः श्रूयते वा? इस् इट् ब्रेकिङ्ग्, इस् इट् वेरि बेड् आर् इट् इस् ओके? मध्ये मध्ये इट् इस् खण्डित भवति, एट्लीस्ट् फार् मी इट् इस् continuous. only the previous sentence we didn't hear mode. I don't know how to do it. So I thought mobile data works well. But okay. So I we'll said Ambagni, I don't have any other option. I have only two options. Either this it's Wi-Fi. It's okay, Acharya. It's okay, Acharya. Just continue. Astu. So तदा व्याकरणशास्त्रे यदि वयं द्वयोः सूत्रयोः मध्ये तुलना कुर्मः चेत् बहुत्र तत्र विप्रतिषेधः वर्तते, तुल्यबलविरोधः अस्ति. परन्तु अस्माकं प्रथमनिर्णयः एव अत्र तुल्यबलः अस्ति, अतः परं सूत्रं श्रेष्ठम् अस्ति, परं सूत्रं बलवत् भवति इति न करणीयम्. तत्र अन्यत् तत्र कोऽपि सम्बन्धः तु नास्ति. ओके, पूर्वपरसम्बन्धः अस्ति, परन्तु कोऽपि अन्यसम्बन्धः तु नास्ति. यदि तत्र द्वयोः मध्ये नित्यानित्यसम्बन्धः वर्तते, तदा नित्यसूत्रं, यद्यपि नित्यसूत्रं पूर्वसूत्रम् अस्ति, तथापि तस्य अधिकबलं भवति. अतः नित्यपरसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति. अत्र पश्यतु, यदा अस्माभिः तत्र सुपि च बहुवचने जल्लेत् इति सूत्रद्वयं दृष्टवन्तः अस्माभिः, तत्र कोऽपि अन्यसम्बन्धः नास्ति. बिकास् उदाहरणं वृक्षयोगभ्यस्, सपोज् वयं तत्र सुपि च इत्यनेन द्वयोः सूत्रयोः अत्र प्राप्तिः अस्ति. सुवृक्षयोगभ्यस् इत्यनेन वृक्षा प्लस् भ्यस् कुर्मः चेत् इदानीं तत्र बहुवचने जलेत् इत्यस्य प्रसक्तिः न तिष्ठति. किमर्थम्? इदानीं तत्र अतः अङ्गं नास्ति, इदानीं तु आकारान्त अङ्गम् अस्ति, यदि सुपि च इत्यनेन कार्यं कुर्मः. सिमिलर्ली, यदि वयं वृक्षयोगभ्यास् इति स्थित्यां बहुवचने जलेत् इत्यनेन कार्यं कुर्मः, सो नौ वाट् विल् इट् बिकम्? यदि बहुवचने जलेत् इत्यनेन कार्यं कुर्मः, इट् विल् बिकम् वृक्षे योगभ्यास्. इदानीं पुनः सुपि च इत्यस्य कार्यक्षेत्रं न वर्तते, बिकास् सुपि च इत्यस्य कृते अपि अदन्ताङ्गं भवेत्, बहुवचने जलेत् इत्यस्य कृते अपि अदन्ताङ्गं भवेत्. अतः अत्र द्वयोः मध्ये कोऽपि नित्यान्यत्यसम्बन्धः नास्ति, केवलं पूर्वपरसम्बन्धः अस्ति, अतः परसूत्रं बलवद् भवति. देट् इस् वै 103 सूत्रस्य आधारीकृत्य एव कार्यं भवति. परन्तु कुत्रचित् कस्य द्वितीयसूत्रस्य प्रसक्तिः पुनः तत्र तिष्ठति, तदा एव तदेव अस्ति कृताकृतप्रसङ्गः. तस्य नाम एव, यदा कृताकृतप्रसङ्गः वर्तते तस्य नाम एव नित्य, तस्य नाम एव नित्य इति उच्यते. उदाहरणं दृष्ट्वा वयं पुनः तत्र किञ्चित् अवगच्छामः. अवगतं वा एतत् परिच्छेदं सर्वैः? अस्तु, मञ्जरी भगिनी उदाहरणं पठतु भगिनी. आचार्य, इट् मीन्स् दट् सूत्र हेस् टु बि देर् बिफोर् आल्सो. मीन्स् सपोज् एकवारं ए प्लस् बि, एकवारम् उदाहरणं पठतु भगिनि, तेन पुनः वयम् अवगच्छामः. सुदति इति वृत्तान्तः, सुद योगलट् वर्तमाने लट् 3.2.123, सुद योग टि तिप्तस्ति सिप्तस्थ निपश्म. केन सूत्रेण टि आयाति? लस्य तिप्तस्जि, लस्य इस् अ डिफरेंट सूत्रम्, तिप्तजि इस् अनन्तरं सूत्रं. सो लस्य स्थ, अत्र ल एव अवशिष्यते, अनुबन्धानां निष्कासनं कृत्वा ल एव अवशिष्यते, तस्य लस्य स्थाने तस्य लकारस्य ति आदेशः भवति. बिकास् अस्माकं व्याकरणशास्त्रे सर्वं कथं भवति? विवक्षानुगुणमेव भवति. मम इच्छा किम् अस्ति तदाधारीकृत्य एव भवति. सो टि विल् नाट् कम् आफ् इट् इस् ओन् बिकास् ऐ एम् द फस्ट् प्रत्यय. Because I have that kind of ichcha. I want a lat lakarasya pratham purusha ekvachanasya rupam katham tatra nishpadyate. That is my ichcha. So vivakshanu gunam eva lasya sthane tipayati. Agre? तस्य सन्निधि भवति, अनन्तरं टिप् तस्य पकारस्य लोपो भूत्वा ति एव तिष्ठति, सुद योगति इत्यस्य चित्तस्य निपस्म सातांशो सातांशं इट् वहि महि 3.4.78 तत्र सुद योग क्षयोग तत्र कर्तरि शप् न तत् बाधित्वा सुदादिभ्यः हा बाधित्वा सुदादिभ्यः शः इति सूत्रमायाति 3.1.77 अनुबन्धलोपे सुद् शकारस्य लशक्वत् अद्यते इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपो भवति अ एव अवशिष्यते सुद योग अयोगति सुदति इति रूपं भवति इदानीं पश्यतु अग्रे परिच्छेदं पठतु अत्र अत्र अत्र तुद धातुः वर्तमाने लट् 3.2.123 इत्यनेन लट् कर्तव्यः तदा लटः स्थाने तिबादयः भवन्ति एकवचनविवक्षायां तिप्रत्ययः तुद योगति इदानीं तिप्रत्ययः तिंशित् सार्वधातुकं 3.4.113 इत्यनेन सार्वधातुकप्रत्ययः अतः सार्वधातुकै आर्धधातुकयोः 7.3.84 इति अनुवर्तमाने पुगन्तलघुपदस्य च 7.3.86 इत्यनेन गुणः प्राप्यते सुद योग टि पुगन्तलघुपदस्य च तोद योग टि नाम मध्ये श विकरणप्रत्ययः तदानीं न भवति चेत् गुणस्य प्राप्तिः सुदादिभ्यः शः 3.1.77 इत्यनेन श प्रत्ययस्य कारणात् श प्रत्ययस्य अत्र टङ्कदोषः कारणात् प्राक् तिप् निमित्तीकृत्य गुणः भवति पुगन्तलघुपदस्य च 7.3.86 इत्यनेन सुदाब्दिभ्यः शः 3.1.77 इति सूत्रं प्रति पुगन्तलघुपदस्य च 7.3.86 तु परसूत्रम् अतः तस्य कार्यं पूर्वं स्यात् अनेन चिन्तनेन सुदयोगति पुगन्तलघुपदस्य च तोदयोगति सुदादिभ्यः शः तोदयोग अयोगति तोदति इति रूपं भवति परन्तु किन्तु इदं रूपम् अनिष्टं तर्हि किं कर्तव्यम् अत्र नित्यम् इति सिद्धान्तः आयाति यतोहि विकरणप्रत्यये कृते गुणः न प्राप्ते किन्तु गुणे कृते अपि विकरणप्राप्तिः कृत अकृतप्रसङ्गे नित्यं कृतेपि अकृतेपि यस्य प्रसङ्गः वर्तते सः नित्यः इदानीं गुणः तथा नास्ति विकरणप्रत्यये कृते गुणप्राप्तिः नास्ति विकरणप्रत्यये अकृते एकः गुणः प्राप्यते पुगन्तलघुपदस्य च विकरणप्रत्यये अकृते एव गुणः प्राप्यते अकृते एव गुणः प्राप्यते पुगन्तलघुपदस्य च 7.3.86 इत्यनेन तदा गुणस्य प्राप्तिः यदा मध्ये षविकरणप्रत्ययः नास्ति विकरणप्रत्यये कृते किमर्थं गुणप्राप्तिः नास्ति इति चेत् ष प्रत्ययः अपि यद्यपि षित् अस्ति अतः पुगन्तलघुपदस्य च 7.3.86 इत्यनेन गुणः भवति स्म किन्तु सार्वधातुकम् अपि 1.2.4 इत्यनेन अपि सार्वधातुकं नित्वत् स्यात् अतः किणिति च 1.1.5 इत्यनेन गुणनिषेधः अवगतं वा अत्र कयोः मध्ये अत्र सङ्घर्षः उगन्तलघुपदस्य च अपि च सुदादिभ्यः शः सुदादिभ्यः शः अत्र पश्यतु भगिनि, वन् सेकेण्ड्, अत्र पश्यतु. सो वी हाव् रीच्ड् टु दिस् स्टेज्. तुद् धातु तुद् अस्ति, अनन्तरं ति इति प्रत्ययः, लस्सि इत्यनेन तिबादयः आयाति. तिप्रत्ययः पित् अपि अस्ति, अपि च तिप् अपि अस्ति, सार्वधातुक् अपि अस्ति. सो स्टेप् सपोज् दिस् इस् थर्ड् स्टेप् फ्रम् स्टेप् थ्री. सो अत्र किञ्चित् स्क्रीन् दृश्यते वा, सम्पूर्ण स्क्रीन् दृश्यते वा? सो इदानीं धातोः अनन्तरं सार्वधातु कर्तर्थक् प्रत्ययः अस्ति, अतः अत्र तु अत्र कस्य कस्य इदानीम् अत्र पश्यामः कस्य कस्य सूत्रस्य प्रसक्तिः. अत्र कर्तरि शब् इत्यस्य सूत्रसिद्धिः, वन् पायिण्ट् वाट् एवर् इट् इस्, रैट् शप् इत्यस्य प्रसक्तिः, अपि च तुदादिभ्यः श इति सूत्रस्य प्रसक्तिः, अपि च पुगन्तलघुपदस्य च. सो तेन किं गुणकार्यं, पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं गुणः, बिकास् धातोः अनन्तरं कर्तर्थक् सार्वधातुप्रत्ययः अस्ति, स च सार्वधातुप्रत्ययः पित् अपि अस्ति, अतः गुणस्य कृते कोऽपि बाधा नास्ति. अत्र अत्र उपधायां ह्रस्व उ अस्ति, सो धातौ अपि गुणप्रसङ्गः अस्ति. तुदिति धातौ उपधायां ह्रस्व उकारः अस्ति, अतः पुगन्तलघुपदस्य च धातोः कर्तर्थक् सार्वधातु पित् प्रत्ययः पश्यति चेत् गुणस्य प्रसङ्गः. सो वाट् वी हाव् टु डू नौ, वेन् अत्र त्रयाणां सूत्राणां प्राप्तिः भवति, इदानीं द्वयं द्वयं कृत्वा तत्र वदामः. सो पश्यामः किं सूत्रं, वयं जानीमः कर्तरि शप् इति सर्वेषां धातोः अनन्तरं कर्तर्थक् सार्वधातु प्रत्ययः अस्ति चेत् शप् आयाति. केवलं तुदादिभिः ये तुदादिगणे ये धातवः तेषां कृते श इति प्रत्ययः अस्ति. सो द्वयोः मध्ये तुलना कुर्मः, बलाबलचिन्तनं कुर्मः चेत् तत्र शप् प्रत्ययः उत्सर्गसूत्रं भवति, बिकास् दिस् इस् शप् सूत्र and this is sh sutra. Kevalam tudadi gane ye datavah tesham krite eva sh asti. So dvayoh madhye kaha sambandhah, dvayoh madhye tatra sh iti sutrasya kutra bhi anyatra labdha avakashah nasti. Sh pratyasya krite asti, bahutra anyatra labdha avakashah asti, yatha bhu yogatip asti. सो भूयोगतिप् अस्ति चेत् तत्र केवलं कर्तरि शप् इत्यस्य एव प्रसङ्गः, तत्र तु तुदादिभ्यः शः इति सूत्रस्य कार्यं नास्ति. सो शप् प्रत्ययस्य कृते अन्यत्र लब्धावकाशः अस्ति, परन्तु श प्रत्ययस्य कृते यत्र यत्र लब्धावकाशः तत्र तत्र शप् अपि आयाति, कर्तरि शप् अपि आयाति. सो वेर् एवर् श प्रत्ययस्य कार्यक्षेत्रमस्ति तत्र शप् इत्यस्य कार्यक्षेत्रमपि अस्ति. सो द्वयोः मध्ये कः सम्बन्धः, उत्सर्ग अपवाद सम्बन्धः. सो कः सूत्रम् अपवाद सूत्रं, किं सोरि किं सूत्रम् अपवाद कर्तरि शप् इति उत्सर्गसूत्रं, तदादिभ्यः इति अपवादसूत्रं. सो दिस् सूत्र गोस् औट् बिकास् अपवाद सूत्रस्य अधिकबलम् अस्ति, सो श इदानीं तिष्ठति. सो नौ वी हेव् ओन्ली टु सूत्रास्, तुदादिभ्यः शः and puganta lagupadasya cha. One sutra is out of the race. So kartari shapite out idanim. So now it is saying parichede kim likhitam asti, it's not clear. Idanim likhitam asti, so now we have to check nitya anitya sambandha. See, puganta lagupadasya cha iti sutram 7th adhyaye asti, तुदादिभ्यः शः इति सूत्रं तृतीयाध्याये अस्ति, तृतीयाध्याये अस्ति, प्रथमपादे. सो द्वयोः मध्ये एतत् पूर्वसूत्रमस्ति, एतत् परसूत्रमस्ति, अपि च द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति. यदा तत्र तादृश तुदादिगणस्य तादृशधातोः यस्मिन् गुणप्रसङ्गः नास्ति तत्र गुण पुगन्तलघुपदस्य च सूत्रस्य प्रसङ्गः नास्ति, तत्र केवलं तुदादिभ्यः शः इत्यस्य प्रसङ्गः. अपि च यदा तत्र लिख् लिख्योगल्युट् कुर्मः, लिख्योगल्युट् कुर्मः चेत् तत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसङ्गः, न तु तुदादिभ्यः शः इति सूत्रस्य प्रसङ्गः. सो द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति, स्वतन्त्र लब्धावकाशः अस्ति, इदानीम् एकत्र प्राप्तिः अपि अस्ति. सो द्वयोः मध्ये तुल्यबलविरोधः अस्ति. सो यदि वयं तावदेव पश्यामः, ओ तुल्यबलविरोधः अस्ति अतः परसूत्रं बलवत्, बिकास् पुगन्तलघुपदस्य च इस् परसूत्रं. So suppose we, this is what is written in the Paricheda, that is what I am explaining. So, so kevalam tadeva pashyamaha chet, I will feel that we pratishede param karyam. Astu, it param sutram to puganta lagu padasya cha asti. So let me do gunaha. So, suppose, so I am doing gunaha, so tud will become tod. Tod yoga, tip. I have reached to the fourth step. Tod yoga tip. Idani punaha tud iti dhatu asti. Tud tod bhavati. Even if one place, ek deshe vikritaha chedapi sahasthani vad eva bhavati. Even though tud has become tod, it is still a dhatu only. Ek deshe vikritaha. So at one place some transformation has happened. But still it is dhatu only. तत्र तादृशी परिभाषा अस्ति, अनन्तरं वदामि. एकदेशे विकृतः अस्ति चेत् सः पुनः स्थानिवदेव भवति. सो इवन् दो ऐ हेव् नौ तोद् इट् इस् इक्वलन् टु तु दोन्ली पुनः. सो इदानीं पुनः धातोः अनन्तरं कर्तर्थक् सार्वधातुप्रत्ययः अस्ति चेत् नौ इन् द फोर्थ् स्टेप् अगेन् ऐ हेव् द तुदादिभ्यः शः इति सूत्रस्य प्रसङ्गः पुनः आयाति. इन् द थर्ड् स्टेप् ऐ डिड् नाट् डू कार्य बिकास् आफ् तुदादिभ्यः शः, बट् इन् द फोर्थ् स्टेप् यदा तत् त्रोद् भवति पुनः तुदादिभ्यः शः इत्यस्य प्रसङ्गः आयाति. सो ऐ विल् डु तुद् तोद् प्लस् श, श इति प्रत्ययस्य अ प्लस् ति. सो वाट् विल् ऐ वर्णमेल, इदानीं किमपि कार्यं नास्ति, वर्णमेलनेन किं भवति, तोदति इति रूपं भवति. परन्तु तोदति तु अनिष्टरूपम् अस्ति, तुदति एव साधुरूपं. भाषा वास् फस्ट् देन् द व्याकरण केम्. सो तोदति इति कोऽपि रूपमेव नास्ति, लोके नास्ति, वेदे नास्ति. सो एतत् तु अनिष्टरूपं भवति. सो किं कुर्मः, सो वी हेव् टु गो बेक्. सो इह तुदादिभ्यः शः इति सूत्रस्य प्रसङ्गः कृताकृतप्रसङ्गः. यदि अत्र न कुर्मः चेत् अनन्तरं पुनः तस्य कार्यं तिष्ठति एव, बिकास् कर्तर्थक् सार्वधातुक् धातोः अनन्तरं कर्तर्थक् सार्वधातुक् प्रत्ययः अस्ति चेत् तत्र विकरणप्रत्ययः तु मध्ये आयाति एव. तुदादिभ्यः शः इति सूत्रस्य प्रसङ्गः पुनः अस्ति. अतः द्वयोः मध्ये केवलं विप्रतिषेधः नास्ति, अत्र नित्य अनित्यप्रसङ्गः अपि अस्ति. सो सो अत्र यः पुगन्तलघुपदस्य च सः अनित्यसूत्रम् अस्ति, तुदादिभ्यः शः इति तस्य एव कृताकृतप्रसङ्गः. बिकास् इदानीं तत्र पश्यतु भगिनि, अत्र सपोज् सपोज् यः थर्ड् स्टेप् आसीत् तुद् योगति. सो यदि अहं तुदादिभ्यः शः इति सूत्रेण प्रथमे कार्यं कुर्मः चेत् इदानीं पुगन्तलघुपदस्य च प्रसङ्गः न तिष्ठति स्टेप् फोर् मध्ये, बिकास् श प्रत्ययः अपित् प्रत्ययः किरिति च सूत्रेण तस्य कार्यं बाधितमस्ति. अतः स्टेप् फोर् मध्ये पुगन्तलघुपदस्य च सूत्रस्य कार्यं पुनः न आयाति. परन्तु तोद्योगति कुर्मः चेत् तुदादिभ्यः शः इति सूत्रस्य प्रसङ्गः तु पुनः आयाति. अतः तत् सूत्रमेव नित्यसूत्रं. सो द्वयोः मध्ये पूर्वपरप्रसङ्गः अस्ति, तुल्यबलविरोधः अस्ति, परन्तु नित्यानित्यप्रसङ्गः अपि अस्ति. तुदादिभ्यः शः इति सूत्रेण यत् विधिः अस्ति तत्तु नित्य, यः विधिः सः नित्यविधिः. अतः यत्र नित्यविधिः अस्ति तत्र प्रथमे एव कारणीयम्. सो ऐ हेव् वी हेव् टु डू बिकास् द्वयोः मध्ये परसूत्रस्य अपेक्षया 7.3.107 सूत्रस्य अपेक्षया पूर्वसूत्र नित्यसूत्रं बलवत् भवति, बिकास् तुदादिभ्यः शः इति नित्यसूत्रम् अस्ति. केवलं पूर्वसूत्रं नास्ति, नित्य अपि अस्ति. अतः तेन सूत्रेण एव कार्यं करणीयं, न तु पुगन्तलघुपदस्य चैतन्येन कार्यं करणीयं. सो द्वयोः मध्ये कस्य कृताकृतप्रसङ्गः? तुदादिभ्यः शः इत्यस्य कृताकृतप्रसङ्गः. सो यस्य कृताकृतप्रसङ्गः तस्य नाम एव नित्यः, तदेव नित्यसूत्रं भवति इति अत्र लिखितम्. अतः अस्माभिः किं करणीयं? नित्यसूत्रं बलवत् भवति पूर्वसूत्रस्य परसूत्रस्य अपेक्षया, सोरि, तदेव उक्तमस्ति. सो इदानीम् अत्र अन्तिमपरिच्छेदं पुनः पठतु भगिनि. अत्र नित्यम् इति सिद्धान्तः, अत्र नित्यम् इति सिद्धान्तः आयाति, यतोहि विकरणप्रत्यये कृते गुणः न प्राप्यते, किन्तु गुणे कृते अपि विकरणप्राप्तिः. अत्र प्रसङ्गे अवगतं वा पत्नी? यदि विकरं प्रत्ययः प्रथमे आयाति तदा गुणस्य प्राप्तिः न तिष्ठति, परन्तु गुणे कृते पुनः विकरणस्थितिः भवति एव. पठतु. कृताकृतप्रसङ्गे नित्यं कृते अपि अकृते अपि यस्य प्रसङ्गः वर्तते सः नित्यः. इदानीं गुणः तथा नास्ति, विकरणप्रत्यय कृते गुणप्राप्तिः नास्ति, विकरणप्रत्यये अकृते एव गुणः प्राप्यते. पुगन्तलघुपदस्य च 7.3.86 तदा गुणस्य प्राप्ति यदा मध्ये श विकरणप्रत्ययः नास्ति. विकरणप्रत्यय कृते किमर्थं गुणप्राप्तिः नास्ति इति चेत् श प्रत्ययः अपि यद्यपि श्रित् अस्ति, अतः पुगन्तलघुपदस्य च इत्यनेन गुणः भवति स्म, किन्तु सार्वधातुकम् अपि इत्यनेन अपि सार्वधातुकं निद्वत् स्यात्, अतः किणिति च इत्यनेन गुणनिषेधः. अवगतं वा? अवगतम्. सो एतत् अस्ति बहु नित्यानित्यविषये एतत् उदाहरणम् अस्माभिः तत् स्मर्तव्यं, तुददातुः उदाहरणं. सो एव्रिबडि गिव्स् दिस् उदाहरणम् ओन्लि. तुदादिभ्यः शः पुगन्तलघुपदस्य च. सो द्वयोः मध्ये यद्यपि तुल्यबलविरोधः अस्ति, अन्यत्र लब्ध अवकाशः अस्ति, विप्रतिषेधः अस्ति, तथापि परसूत्रं बलवत् न भवति. परसूत्रं तु पुगन्तलघुपदस्य च. सो विप्रतिषेधे परं कार्यम् इत्यनेन परसूत्रं बलवत् न भवति, बिकास् अत्र नित्यानित्यप्रसङ्गः अपि अस्ति. एकं सूत्रं नित्यसूत्रम्, अन्यसूत्रम् अनित्यसूत्रम्. यदि वयं गुणः कुर्मः, पुनः तुदादिभ्यः शः इति सूत्रस्य प्रसङ्गः आयाति. परन्तु यदि वयं तुदादिभ्यः शः इत्यनेन आदौ कार्यं कुर्मः, तदा पुगन्तलघुपदस्य च इत्यस्य सूत्रस्य कार्यं न तिष्ठति, बिकास् श प्रत्ययः अपि अस्ति. तत्र किणिति च सूत्रं सूत्रेण बाधा भवति, गुणस्य कृते बाधा भवति. अतः तस्य सूत्रस्य प्राप्तिः पुनः नास्ति. अतः द्वयोः मध्ये कः नित्य कः अनित्य इति वदामः चेत् तुदादिभ्यः शः इति एव नित्यसूत्रं. सो रिमेम्बर् दिस्, तुद् योग तुद् एण्ड् लट्लकारस्य एकवचनस्य विवक्षायां यदा तत्र तुदादिभ्यः शः इति सूत्रस्य प्रसङ्गः, तदा तिप् आधारीकृत पुगन्तलघुपदस्य च इत्यस्य प्रसङ्गः अपि अस्ति, बिकास् तिप् इस् अ सार्वधातुकप्रत्यय, इट् इस् वित् आल्सो. सो अतः अस्य सूत्रस्य अपि प्रसङ्गः, बट् तत्र अनेन सूत्रेण कार्यं न करणीयं, प्रथमे तुदादिभ्यः शः इति सूत्रेण कार्यं करणीयं, बिकास् द्वयोः मध्ये तुदादिभ्यः शः इति सूत्रं नित्यसूत्रमस्ति. सो यदा तत्र नित्यानित्यप्रसङ्गः अस्ति चेत् नित्यसूत्रं बलवद् भवति इत्येव लिखितम्. अवगतं वा सर्वैः कृताकृतप्रसङ्गः? अत्र पुगन्तलघुपदस्य च अपि च किमिति च मध्ये अपवादसूत्रं सम्बन्धावः एव खलु? पुनः वदतु, न श्रुतम्. ऐ हेव् सम् नेट्वर्क् प्राब्लम्. तयोः मध्ये अपवादसूत्रं बलवत् इति सम्बन्धः वा? तयोः मध्ये पुगन्तलघुपदस्य च अपि च किणिति च. न, किणिति च इति सूत्रस्य सम्पूर्णसूत्रं किं? न गुणः, न गुणः. किणिति तु सप्तम्यन्तं पदमस्ति न भगिनि, निमित्तमस्ति. सो कित् नित् णित् प्रत्ययः परे सप्तमी अस्ति, परे न गुणः. सो एतत्तु निषेधकसूत्रं न भगिनि, कार्यस्य निषेधः अस्ति. निषेधकसूत्रम् इस् अ भिन्नसूत्रं, कार्यस्य निषेधः करोति. यद्यपि सर्वाणि निमित्तानि पूरितानि, तथापि कार्यं न करणीयं, बिकास् एतत् सूत्रं वदति प्रत्ययः कित् गित् नित् अस्ति चेत् कार्यं न भवति, न करणीयम्. अत्र न इति पदस्यापि अनुवृत्तिः अस्ति भगिनि. यदि वयं न धातुलोपे अर्धधातुके इति सूत्रं सूत्रस्य सूत्रात् तत्र न इति पदस्य अनुवृत्तिः अस्ति किनिति च इति सूत्रे. अत्र न इति पदस्य 1.1.4 इति सूत्रस्य अनुवृत्तिः अस्ति. सो निषेधकसूत्रं न इति पदम् अत्र अस्ति. सो किणिति इकः गुणवृद्धि, गुणवृद्धि इति द्विवचने अस्ति, अतः दीर्घ ई दत्तम् अस्ति. गुणच्च वृद्धि च गुणवृद्धि इति अस्ति न, एतत्तु निषेधकसूत्रम् अस्ति, कार्यस्य निषेधः करोति. तत्र उत्सर्ग अपवाद इति नास्ति भगिनि, कार्यस्य निषेधः अस्ति. अवगतं वा भगिनि? कार्यं न भवति एव. अवगतं. तदेव अस्ति कृताकृतप्रसङ्ग, नित्यानित्य. इदानीं तत्र अन्तरङ्ग. सो अन्तरङ्ग् इस् स्लैट्लि डिफिकल्ट् बट् लेट् अस् ट्रै टु अण्डर्स्टाण्ड् इट्. सो पूर्वपर, नाव यु नो वाट् इस् पूर्वपर, नित्य आल्सो यु नो. यद्यपि नित्यसूत्रं पूर्वसूत्रम् अस्ति, तथापि सः बलवत् भवति परसूत्रस्य अपेक्षया. इदानीम् अन्तरङ्ग् पठतु भगिनि, चेतना भगिनि अन्तरङ्गम् इति पठतु. बिबिन्दु अन्तरङ्गम्. अन्तरङ्गं बहुविधम्, अतः महान् प्रपञ्चः. अत्र प्रकारद्वयं प्रदर्श्यते. अस्मिन् प्रसङ्गे अङ्गम् इत्यनेन न अवयवः न वा यस्मात् प्रत्ययविदस्तदादि प्रत्ययङ्गम् 1.4.13 इति रीत्या अङ्गकार्यस्य अङ्गम्, अपि तु अत्र अङ्गम् इत्युक्ते निमित्तम्. किम् अत्र अन्तरङ्गम् इति अस्ति न भगिनि? अन्तः अङ्गम्, अन्तः इति अव्ययपदम् इत्युक्ते मध्ये, अन्तः अङ्गम्. सो प्रायशः व्याकरणं पठामः चेत् अस्माकं मनसि किम् आयाति? अङ्गम् इत्युक्ते ओ अङ्गकार्यम्. अङ्गम् इत्युक्ते यस्मात् प्रत्ययः विधिः तदादिप्रत्यय अङ्गम् इति सूत्रेण यत् अङ्गम् उच्यते तदेव अङ्गम् अत्र अस्ति वा? अन्तरङ्गम् इति पदे यः अङ्गं श्रूयते सः यस्मात् प्रत्ययः विधि तदादिप्रत्यय अङ्गम् इति तादृश अङ्गम् अस्ति वा? वदति न, तत् नास्ति. अपि च अवयवः अपि नास्ति. अवयवः इत्युक्ते शरीरस्य अवयवः, अङ्गुली, नासिका, शरीरस्य अवयवः. सो लोके कथमस्ति, अङ्गमिति वदामः चेत् अ पार्ट्, सम् पार्ट् आफ् सम् होल्. सो अङ्गमिति अवयवः अपि नास्ति, तादृश अर्थः अपि न, तस्य ग्रहणमपि न करणीयम्. अङ्गकार्यमिति, अङ्गमिति यः व्याकरणशास्त्रे अङ्गमिति पारिभाषिकशब्दः अस्ति, तदपि नास्ति. अत्र तु अङ्गं किम् अस्ति? अत्र अत्र इत्युक्ते अस्मिन् प्रसङ्गे अत्र अङ्गम् इत्युक्ते अत्र लिखितं न भगिनि, पठतु. निमित्तं, निमित्तं, निमित्तम् इत्युक्ते निमित्तं, कारणं, हेतुः, विधिः इत्युक्ते कारणम् अस्ति चेदेव कार्यं भवति. लोके अपि वी हेव् अ कास् अण्ड् इफेक्ट् थियरि. कास् अस्ति चेदेव इफेक्ट् तत्र भवति. सेम् व्याकरणशास्त्रे कारणम् अस्ति चेत् बहुत्र कारण हेतु इत्यस्य आधारीकृत्य एव कारणं भवति. श किमर्थम् आयाति मध्ये श प्रत्ययः? बिकास् कर्तर्थक् सार्वधातुप्रत्ययः परे अस्ति. यदा ल्युट् अस्ति तत्र श न आगन्तुं शक्यते, बिकास् ल्युट् प्रत्ययः यद्यपि कर्तरिप्रयोगे अस्ति, कर्तरिप्रयोगे अपि नास्ति, भावे प्रयोगे अस्ति. सपोज् ऐ हेव् शतृप्रत्ययः कर्तर्थक् अस्ति, तत्र तु आयाति. सो तत्र निमित्तानि यानि सन्ति तेषाम् आधारीकृत्य एव कार्यं भवति. सो निमित्तम् इत्युक्ते कारणं, कार्यस्य विधिः यत् अस्ति तस्य कृते कारणमपि तत्र तिष्ठति. सो तदेव अङ्गम्, अन्तरङ्गम् इति पदे यः अङ्गम् इति पदम्, अङ्गम् इति भागः श्रूयते तस्य नाम अस्ति निमित्तं, न तु कोऽपि अवयवः अथवा व्याकरणरीत्या यत् अङ्गं भवति तदङ्गमपि नास्ति इति किञ्चित्. अपि च अत्र किम् उक्तं, प्रथमवाक्ये किं लिखितम्? अन्तरङ्गं बहुविधम्. सो अन्तरङ्ग इस् आफ् मेनी टैप्स्, अतः महान् प्रपञ्चः. सो देर् इस् अ लाट् आफ् थाट् हेस् बिन् पुट् अबौट् दिस् अन्तरङ्गं. कः सूत्रम् अन्तरङ्गसूत्रम् इति उच्यते, किं सूत्रम् अन्तरङ्गं, वेन् वन् सूत्र बिकम्स् अन्तरङ्गम्, अन्यत् सूत्र विल् आटोमेटिक्लि बिकम् बहिरङ्गम्. यथा एकं सूत्रं नित्यम् अस्ति चेत् अन्यत् सूत्रम् अनित्यं भवति, तथैव अत्र यः यदा एकं सूत्रम् अन्तरङ्गसूत्रं भवति, अन्तरङ्ग इस् अ टैप् आफ् सूत्र, यथा नित्य इति इस् अ टैप् आफ् सूत्र, तथैव अन्तरङ्ग इस् सम् क्वालिटि आफ् दिस् सूत्र, तदा द्वितीयसूत्रं बहिरङ्गं भवति. सो अत्र प्रथमे, सो परन्तु अस्मिन् करपत्रे, अत्र इत्युक्ते अत्र प्रकारद्वयं प्रदर्श्यते इत्युक्ते अत्र इत्युक्ते अस्मिन् करपत्रे अस्माकं कृते अत्र प्रकारद्वयम् एव प्रदर्श्यते. इट् इस् अन्तरङ्गं बहुविधम् अस्ति, परन्तु वयं किं कुर्मः, वयं प्रकारद्वयम् एव तत्र तेषां विषये एव पठामः. बिकास् दीस् आर् दीस् टू टैप्स् आर् वेरि फ्रीक्वेण्ट्लि आफ़ुलि यूस्ड्, बहुत्र तयोः एव आधारीकृत्य प्रयोगः भवति, अतः अत्र प्रकारद्वयम् एव प्रदर्श्यते. अवगतं वा भगिनि? किमपि किञ्चित् इन्ट्रोडक्षन् अस्ति अन्तरङ्गं विषये. अवगतम्, अवगतं वा? अग्रे पठतु भगिनि. परिभाषा इन्दुशेखर. परिभाषेन्द्रशेखरग्रन्थे लिख्यते, नित्यादप्यन्तरङ्गं बलीयः अन्तरङ्गे, बहिरङ्गस्यासिद्धत्वात् असिद्धत्वात् नित्याद् पञ्चमी अपि अन्तरङ्गं बलीयः, नित्याद् अपि अन्तरङ्गं बलीयः. दिस् इस् अ परिभाषा रिटन् इन् परिभाषा इन्दुशेखरग्रन्थे. हु इस् द रैटर् आफ् परिभाषा इन्दुशेखर ग्रन्थस्य लेखकः कः इन्दुशेखरः नागेश भट् नव्य वैयाकरणः हि इस् कन्सिडर्ड् एस् अ न्यू वैयाकरणः परन्तु नित्याद् अपि अन्तरङ्गं बलीयः हि हेज़् नौ एक्चुलि वी हेव् आलरेडि दिस् किं नित्याद् पूर्वपर नित्य अन्तरङ्ग नित्यस्य अपेक्षया नित्यसूत्रस्य अपेक्षया अन्तरङ्गं बलीयः दिस् हेज़् आलरेडि बिन् सेड् इन् दिस् परिभाषा we don't know who is the author of this paribhasha but this has come from generations to us he is explaining this only nityad api from the nitya in comparison to the nitya antarangam baliyah this is same things he is explaining but he will be giving us a paribhasha nityad api अन्तरङ्ग नित्याद् इत्युक्ते इवन् दो इट् इस् अ नित्य बट् इफ् द अनदर् इस् अनन्तरङ्ग देन् अन्तरङ्ग विल् बि द बलीयः नित्याद् अपि अन्तरङ्गं बलीयः अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् इति परिभाषा अस्ति सो दिस् इस् अ परिभाषा पठतु अग्रे पठतु भगिनि Mahati, this Indushekara is not the Lekhakara, no, this is the name of the Grantha. Paribhasha Indushekara is the name of the Grantha. Lekhakara is... He has collected all the Paribhashas given in the Mahabhashya, which has been spoken by this Patanjali Maharishi. And he has written his own paribhashas also based on the Patanjali line and then he has made a grantha of all the paribhashas and that grantha name is paribhasha Indushekhar grantha and it is written by Nagesh Bhat namaskar can I say something vadatu mohan this is just you know, kind of checking back on. Paribhasha in Bhasha Indushekhara, what do you call it? Paribhasha. Grantha. And there number 50 is Asiddham Bahi. Sorry? Yep. Atra Pashya to screen drishya deva. Can you see me? Just one second. No, it's not visible. I am just reading it out from the from this ashtadhyayi.com that Asiddham Bahirangam Antarange is number 50 in that Paribhasha Indushekhara. And there, as an explanation, it is given, Nityad Api Antarangam Baliyaha Antarange, etc. It's not an independent paribhasha. Am I right or wrong? There is something wrong here. Kim Punaha Vadatu, Kim Asti? Number 50 here, if you go down here in that, I can see the screen now. 50. Go down to number 50, number 50. Asiddham. Now click on this. Okay. Nityat api antarangam baliyah is the first explanation given for Asiddham. Nityat api antarangam baliyah antarange bahirangasya. So it's not a separate kind of what do you call it sutra or in paribhasha Indushekhara, right? परिभाषा इन्दुशेखरग्रन्थे केवलं तत्र कोऽपि सूत्रं नास्ति न महोदय तत्र वि आर् कौण्टिङ्ग् यस्य पूर्वपरनित्य परिभाषा 38 सो सिमिलर्ली असिद्धं बहिरङ्गम् अन्तरङ्गे इस् परिभाषा युक्ति नित्यात् अपि अन्तरङ्गं बलीयः इस् नाट् परिभाषा नम्बर् एनिथिङ्ग् इट् इस् जस्ट् एन् एक्स्प्लेनेशन् एक्स्प्लेनेटरि सेण्टेन्स् गिवन् दियर् रैट् am I right or wrong that will be explained it is right tukte number 50 paribhasha kim asti asidam bahirangam antarange yes antarange bahirangam bahirangasya asidhatvat so this vakya nityat api antarangam baliyah antarange bahirangasya asidhatvat is the explanation of asiddham bahirangam antarange. This is the meaning given over here. Paribhasha is asiddham bahirangam. Bahirangam asiddham asti. Kutra antarange, antarangasi vishaye, vishay saptami asti. Antarange bahirangam asiddham. Tadeva, so this paribhasha, number 50 paribhasha, is this bold line tasya artha etat eva bhavati this is the meaning of that paribhasha number 50 which has been given anantaram antarange bahirangasya asiddhatvat or what was the paribhasha asiddham bahirangam antarange so this, at the last it is saying this paricheda only it's saying paribhasha 50 and परिभाषा 50 इस् असिद्धं बहिरङ्गम् अन्तरङ्गे तस्य एव अर्थः अत्र दत्तम् अस्मिन् परिच्छेदे दत्तं तस्य अर्थः अस्ति अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् किं भवति नित्यात् अपि अन्तरङ्गं बलीयः सो इट्स् एक्स्प्लेनिङ्ग् देट् ओन्लि कान्सेप्ट् दिस् इस् द एक्स्प्लेनेशन् आफ् परिभाषा नम्बर् 50 विच् इस् असिद्धं द शार्ट् परिभाषा इस् असिद्धं बहिरङ्गम् अन्तरङ्गे This is the meaning of this paribhasha. This parichedam. You are correct what you are saying. It is, this bold line is not the paribhasha. It is the meaning of this paribhasha. Which is asiddham bahirangam antarangi. Dvani hi shruyate va, mama dvani hi? Yes. Thank you. Pathatu bhagni. Etat parichedam. सम्पूर्णरीत्या पठतु अनन्तरमेव वयम् अत्र पश्यतु भगिनि अत्र लिखितं इफ् ऐ गो इफ् द स्क्रीन् इस् विजिबल् इफ् ऐ गो टु द परिभाषा इन्दुशेखरः अथ श्रीमत् नागोजी भट्ट विरचित नाग नागेश भट् हि इस् आल्सो नोन् एस् नागेश भट् नागोजी इति लिखितम् अस्ति नागेश भट् इति विरचित परिभाषा इन्दुशेखरः किं ग्रन्थः इति अस्ति पठतु भगिनि अग्रे नित्यादप्यन्तरङ्गं बलीयः अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात् नित्यशेखरस्य अपेक्षया नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत् कारणमस्ति यत् अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् सवर्णदीर्घसन्धिः अस्ति अत्र असिद्धत्वात् अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम् अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी अतः अर्थः एवं भवति द्वयोः सूत्रयोः समकालप्राप्त्यवसरे अन्तरङ्गशास्त्रस्य विषये प्राप्ति अपि च अवसरे प्राप्ति अवसरे द्वयोः सूत्रयोः समकालप्राप्ति अवसरे प्राप्त्यवसरे प्राप्त्यवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. अत्र नित्यात् अपि अन्तरङ्गं बलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्. अतः किमपि ब नामकं सूत्रम् अ नामकं सूत्रं प्रति बहिरङ्गं चेत् तेन अ इति अन्तरङ्गसूत्रेण इदं ब सूत्रम् असिद्धं, यद्यपि असूत्रं प्रति ब सूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात् इत्यञ्च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् तत्तपि असिद्धं भवति. अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषा अस्ति असिद्धं बहिरङ्गम् अन्तरङ्गे, परिभाषा 50. किम् अवगतम्? अत्र नित्य अपि च अन्तरङ्गम् इति द्वयोः मध्ये किं बलवत् इति चर्चां कृतवन्तः. अत्र अन्तरङ्गे बहिरङ्गस्य असिद्धम् इत्युक्ते अत्र वदति नीतिशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्. दिस् इस् द वाक्य बिकास् नित्यादपि अन्तरङ्गं बलीयः इस् द फस्ट् सेण्टेन्स् सेस् नित्यादपि अन्तरङ्गं बलीयः. सो टिल् नौ वि सा देट् पूर्वस्य अपेक्षया पारसूत्रं बलवत्, पारसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्. सो नित्य फार् अस् इदानीं किम् अस्ति, नित्यसूत्रम् इस् द टाप् मोस्ट् बलवान् बलवत् सूत्रम् अस्ति. नौ इट् इस् सेयिङ्ग् नित्यादपि अन्तरङ्गं बलीयः. सो फ्राम् द नित्य अन्तरङ्गम् इस् मोर् पवर्फुल्. सो तस्य एव अर्थः अस्ति, वट् एवर् इट् इस् सेयिङ्ग् नित्यादपि अन्तरङ्गं बलीयः, तस्य एव अर्थमस्ति नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्, तदेव अर्थः भवति. नौ वै, कारणं किम् अस्ति, किमर्थं नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवद् भवति? वै वदति अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्. अन्तरङ्गे इति अग्रे वदति, अन्तरङ्गे इति यः सप्तम्यन्तं पदम् अस्ति, अन्तरङ्गे इति सप्तम्यन्तं पदम् अस्ति, अत्र विषयसप्तमी, विषयसप्तमी अस्ति, निमित्तसप्तमी नास्ति, विषयसप्तमी अस्ति. इत्युक्ते अन्तरङ्गस्य विषये किं भवति, यः बहिरङ्गशास्त्रं भवति, अन्यत् शास्त्रं यत् अस्ति, सूत्रं यत् अस्ति, सः असिद्धं भवति. सो वेन् ऐ हेव् एकं सूत्रम् अन्तरङ्गम् अस्ति, द्वितीयसूत्रं बहिरङ्गम् अस्ति, बहिरङ्गं डस् नाट् एक्सिस्ट् इत्युक्ते असिद्धम् अस्ति. यथा तत्र पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रस्य कृते परसूत्रम् असिद्धम् अस्ति, न वर्तते एव. तथैव अन्तरङ्गबहिरङ्गविषये अन्तरङ्गशास्त्रस्य कृते बहिरङ्गशास्त्रम् असिद्धं भवति. इन्स्टेड् आफ् सेयिङ्ग् अन्तरङ्गशास्त्रं बलवत् अस्ति, इट् सेज् दट् इट् इस् बेटर् टु से अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रं न एक्सिस्ट् करोति, तत्र न वर्तते एव, असिद्धम् अस्ति. अतः असिद्धम् अस्ति चेत् सर्वदा किं करणीयम्? असिद्धम् अस्ति चेत् सर्वदा अन्तरङ्गसूत्रेण एव कार्यं करणीयम् इत्येव वदति. टिल् नौ वी डोण्ट् नो वट् इस् अन्तरङ्ग्, वट् इस् बहिरङ्ग्. वी हेव् नाट् अण्डर्स्टूड् कथं जानीमः एतत् सूत्रम् अन्तरङ्गशास्त्रम्, एतत् बहिरङ्गम्. वी डोण्ट् नो टिल् नौ. only it is saying that if we have a and b sutra, a namak sutram asti, ba namak sutram asti ched, yadi ba namak sutram, a namak sutrasya prati bahirangam asti, that means a is antarang shastram, then a shastram will be a shastrasya krite ba iti sutram na vartate eva asiddham asti. Ataha, what will we do? So it is clearly mentioned when the other sutram is asiddham, we will do karya from a only, a only. We cannot do karya from ba. So tasmin samaye tasmin sopane a sutra sikrite ba sutram asiddham bhavati. Same way, it is same way. Adhikam balam asti tasya. Tatna vadamaha, kim vadamaha. Why we will say, what will we say? We will say that antaranga vishaye bahirang sutram asiddham asti. Tavate vadamaha. Iti tasya arthaha bhavati. So nityadapi antarangam bahirangam, antarange bahirangasya asiddhatvat. Antaranga vishaye bahiranga shastram tasya सः असिद्धम् अस्ति, अतः तेन कारणेन नित्यादपि अन्तरङ्गं बहिः तदेव अस्ति कारणम्. कारणं किमस्ति? बहिरङ्गशास्त्रम् असिद्धम् अस्ति अन्तरङ्गविषये. अन्तरङ्गस्य कृते, फार् द अन्तरङ्गशास्त्रम्, अन्तरङ्गस्य कृते बहिरङ्गशास्त्रम् असिद्धम् अस्ति, अतः अन्तरङ्गशास्त्रं बलवद् भवति, तदेव कारणम् अस्ति इति वदति. So far we don't know what is antarang, what is bahirang. We have no idea which sutra will be called antarang sutram, which sutra will be called bahirangam. We are just checking the relationship. If it is an antarang bahirang relationship between the two sutras, then bahirang shastram asiddham asti. Asiddham asti che tena vayam karyam na kurmaha, vayam to antarang shastre ne eva karyam kurmaha. Iteva tasya arthaha bhavati. अपि च अत्र अस्मिन् परिच्छेदे एतदपि लिखितम् अत्र वि रेड् न अत्र पश्यतु भगिनि, अत्र किं लिखितं? नित्याद् अपि, नित्याद् अपि अन्तरङ्गं बलीयः. सो नौ द दलसार्थकं कृतमस्ति. वै इस् ही इस् यूसिङ्ग् दिस् अपि वर्ड्? He should have only said, na, nityad antarangam baliyaha. From the, in comparison to the nitya, from the nitya, antarang is more powerful. Why he has added this api iti padam? Api iti padam kim artham yojita matra? Kevalam nityad antarangam baliyaha iti vadamaha chet, tena api vayam avagachamaha. Kim artham api iti padam asti atra, nityad api antarangam baliyaha. तदेव कुत्र लिखितम्? अपि इति पदम् अत्र पठितं न? कुत्र पठितम्? आम् अत्र अत्र एव अपि शब्देन तत् पठतु. इत्यस्मिन् अत्र नित्यादपि अन्तरङ्गं बलीयः इत्यस्मिन् अत्र नित्यादपि अन्तरङ्गं बलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्. किमर्थं किं तस्य अर्थः परशास्त्रस्य ग्रहणं? पूर्वपरिभाषः आसीत् अत्र परशास्त्रं परे यत् विधीयते, परे यस्य परे यत् आयाति. सो न केवलं नित्यस्य अपेक्षया अन्तरङ्गं बलीयः, पर अपेक्षया अपि अन्तरङ्गं बलीयः अस्ति. Because purva para nitya antarang. But tasyeva udharanam atra. Ataha kimapi ba namakam sutram, a namakam sutram prati bahirangam chet, tena a iti antaranga sutrena idam ba sutram asiddham. यद्यपि असूत्रं प्रति बसूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात्. सो केवलम् अभ अ अपि असूत्रस्य अपि च भसूत्रस्य मध्ये केवलं नित्यानित्य इति प्रसङ्गः नास्ति, अपि च अन्तरङ्गबहिरङ्गप्रसङ्गः नास्ति। यदि तत्र पूर्वपरप्रसङ्गः अपि अस्ति तथापि परसूत्रस्य अपेक्षया अन्तरङ्ग एव बलवद् भवति, बिकास् वी आर् फालोयिङ्ग् देट् फ्रोम् जनरेशन्स्, पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरं वैलेयः। That is why he has included this apish, api iti in this paribhasha. Ityancha parashastram nityashastrancha bahirangam chet tadapi asiddham bhavati. Kasmin vishaye antarangasya vishaye tad asiddham bhavati अन्तरङ्गे। सो अन्तरङ्गे बहिरङ्गः सः बहिरङ्गशास्त्रं नित्यम् अस्ति वा परशास्त्रम् अस्ति वा तथापि तस्य विषये तु तत् असिद्धमेव अस्ति। असिद्धम् अस्ति चेत् तेन वयं कार्यं न कर्तुं शक्यते, अन्तरङ्गे अन्तरङ्गसूत्रेण एव कार्यं कुर्मः। So for explaining all these concepts, tatra paribhasha asti, paribhasha number 50, asiddham bahirangam antarange, antarange bahirangam asiddham asti, iti tatra anvayartha bhavati. So if we have two sutras and we are confirmed that द्वयोः मध्ये अन्तरङ्ग बहिरङ्ग सम्बन्धः अस्ति, इफ् सी वी हेव् टु जस्ट् चेक् अन्तरङ्ग, आटोमेटिक्लि सेकेण्ड् विल् बिकम् बहिरङ्ग, बिकास् तत्र तादृशस्थिति महर्षि हेस् नाट् केप्ट् देट् बोथ् विल् बि कन्सिडर्ड् एस् अन्तरङ्ग, न तथा नास्ति। यदि वयम् अवगच्छामः ओ एतत् सूत्रं तु अन्तरङ्गम् इति दृश्यते, अतः the automatically the second sutra yayoho madhye tatra pratishedah bhavati, sangarshah asti, tada anyat sutram automatically bahirangam bhavati. So if we are able to understand day, then we know what is night, same way over here. If we are able to understand what is antarang bahirang, we will automatically understand what is bahirang, because these are like day and night, dukkham and sukham, like that way. So agre kinchit patitva samapayamah, we can finish this till one. Astu agre manjari bhagni, agre patitu bhagni tataha agre. ध्वनिः श्रूयते वा? पठतु। ततः अग्रे अन्तरङ्ग बहिरङ्गयोः ततः अग्रे अन्तरङ्ग बहिरङ्गयोः लक्षणम् उच्यते। अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्त समुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तदनन्तर अङ्गम् एवं अन्तरङ्गम् एवं तदीयनिमित्तसमुदायात् बहिर्भूताङ्गं बहिरङ्गम्। अन्तरङ्गशब्दे भागद्वयम् अन्तर् योग अङ्गम्। अन्तर् इत्युक्ते मध्ये, कस्य मध्ये? बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम्। अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम्. So now, till now we said that some two sutras are there. तयोः मध्ये बलाबलचिन्तनम् अस्ति. एकम् अन्तरङ्गं भवति चेत् अन्यत् बहिरङ्गं भवति. एण्ड् बहिरङ्गम् असिद्धमस्ति अन्तरङ्गस्य विषये. सो वी विल् डू द कार्य फ्रोम् द अन्तरङ्गम्. नौ वट् इट् इस् सेयिङ्ग् ओके देट् इस् ओके, बट् हौ डु ऐ ऐडेण्टिफै किम् अन्तरङ्गं किं बहिरङ्गम्? अतः अन्तरङ्गसूत्रस्य लक्षणं किम् इति उच्यते. सो अन्तरङ्गबहिरङ्गयोः द्वयोः लक्षणं किम् अस्ति तस्य विषये किमपि वदतु, येन अहम् अवगच्छामि तत्र अन्तरङ्गमिति अस्ति, एतत् बहिरङ्गमस्ति. सो इदानीं तत्र लक्षणम् अस्ति, एतत् लक्षणम् उक्तमस्ति. अन्तरङ्गस्य किं लक्षणम्? अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम्. सो दिस् फस्ट् वाक्य इस् द लक्षणम् आफ् अन्तरङ्गसूत्रम्. सो अन्तरङ्गम् इत्युक्ते किम्? अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम्. बहिरङ्गशास्त्रीयस्य शास्त्रीयनिमित्तसमुदायमध्ये सपोज् वी हेव् ए सूत्र एण्ड् बि सूत्र, ए सूत्र एण्ड् बि सूत्र, द्वयोः मध्ये तत्र एकमस्ति अन्तरङ्गं, द्वितीयमस्ति बहिरङ्गम्. नौ हौ डु ऐ नो विच् इस् अन्तरङ्गम्? द लक्षणम् आफ् अन्तरङ्गम् इस् बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये. सो फार् बहिरङ्ग, फार् बि सूत्र, सपोज् वि से ए इस् अन्तरङ्ग एण्ड् बि इस् बहिरङ्ग, बहिरङ्गशास्त्रस्य कृते इत्युक्ते दीस् आर् आल्वेस् वित् रेस्पेक्ट् टु द विधि सूत्रस्. एतस्य का बि सूत्रस्य कृते सपोज् वि हेव् निमित्तं वन् टु निमित्तम् अस्ति, यथा कर्तरि शप् इत्यस्य कृते कर्तरि सार्वधातुके टु निमित्तास् आर् देयर्. कर्तर्थक् प्रत्ययः भवेत्, सार्वधातु प्रत्ययः भवेत्. सो दोस् टु आर् द निमित्तास् फार् कर्तरि शप् कार्यस्य कृते. शप् इत्यस्य विधियार्थं, शप् इत्यस्य कार्यार्थं तत्र कर्तर्थक् प्रत्ययः भवेत्, स च प्रत्ययः सार्वधातुक् अपि भवेत्, तदा एव शप् आगन्तुं शक्यते. सो शप् हेज़् टु निमित्ता, सेम् वे बी सूत्र हेज़् टु निमित्ता. सो बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम्. नौ दिस् ए शास्त्र, दिस् अन्तरङ्गशास्त्र हेज़् सपोज् इट् आल्सो हेज़् some nimitta like A nimitta and B nimitta. So it is saying that madhya ityukte in between. Suppose this is sthani, S is sthani, yatra karyam asti, yatha tatra tud vishaye ukara va sthani. यत्र पुगन्तलघुपदस्य च इत्यनेन तत्र उकारस्य एव कार्यं तत्र आसीत्. सो वी हेव् अ स्थानी, देन् वी हेव् अ सूत्र फार् विच् वी हेव् अ सेपरेट् सेट् आफ् निमित्तास्, वी हेव् अनदर् सूत्र, अन्यत् सूत्रमस्ति तस्य कृते अपि किञ्चित् निमित्तसमुदायः अस्ति, निमित्तद्वयं तत्र वर्तते एतस्य सूत्रस्य कृते. एतत् स्थानी अस्ति, सपोज् फार् ए सूत्र स्थानी, दिस् इस् द स्थानी फार् बि सूत्र, सेम् इस् द स्थानी. कुत्रचित् स्थानी भिन्नभिन्न अपि भवितुं शक्नोति, बट् फार् द टैम् बीङ्ग् लेट् अस् थिङ्क् देट् एस् इस् स्थानी फार् ए आल्सो, एस् इस् स्थानी फार् बि आल्सो. एस् इति किमपि प्लेस् अस्ति, किमपि वर्णः अस्ति. So, idanim kim vasti, antarangam kim asti, it is saying that this is A, this is B, this is 1, and this is, maybe this only is 2, 1, 2, atra asti. So, bahirang shastrasya nimita samudhaya madhe, antarbhutani angani, nimitani yasya, A, B, nimit, kasya nimitani, A itasya nimitani, tad antarangam, that is antarangam. Suppose I have akara, supicha itanena vriksha ita akara sthani asti. Then I have pare asti byas, byas itya kopi pratyaha asti. Now, for the बहुवचने जल्लेत् इत्यस्य तत्र तु सी तत्र वयं तत्र तु भकार एव द्वयस्य कृते निमित्तम् अस्ति अतः तत्र अन्तरङ्ग बहिरङ्गसम्बन्धः नास्ति जस्ट् ऐ एम् ट्रैङ्ग् टु एक्स्प्लेन् तत्र तु बकारः एव सुपि च इत्यस्य कृते निमित्तं बकारः एव बहुवचने जल्लेत् इत्यस्य कृते निमित्तं सेम् वर्ण इस् निमित्त फार् बोत् एण्ड् सेम् इस् द स्थानी अकार इस् द स्थानी अकारस्य दीर्घादेशः भवति अथवा अकारस्य एकारादेशः भवति स्थानी इस् सेम् निमित्तम् इस् सेम् बट् वेनेवर् वी हेव् अन्तरङ्ग बहिरङ्ग विषय वी विल् हेव् एस् थर्ड् निमित्तम् सपोज् यकार इस् द निमित्तं फार् बि सूत्र एण्ड् बकार इस् द निमित्तं फार् ए सूत्र So how do I, sthani is akara ev, sthani is akara ev. So, yasya shastrasya nimittam, bahirang shastrasya nimitta samudaya madhye. It is a madhye, when we say in between, sthani apicha nimitta madhye. Yasya shastrasya nimittam asti tad bhavati antarangam 34. So, ba iti yasya nimittam, because it is in between, it is in the center yakara is outside akara is to sthani so bakar yasya shastrasya nimittam bahirang shastrasya nimitta samudaye madhye bhavati tadeva antarangam that is antarang shastram so yasya shastrasya a or b bakarah nimittam asti tadeva antarangam bhavati ना तु यकारः यस्य निमित्तं देट् इस् औट् सैड् न देट् इस् नाट् इन् बिट्वीन् देट् इस् औट् सैड् तदेव अस्ति सो वी विल् डिस्कस् अगेन् दिस् परिच्छेद रिमेम्बर् दिस् परिच्छेद लक्षणं वी विल् अण्डर्स्टाण्ड् बिकास् इट्स् आल्रेडि 8:35 तदेव अस्ति एकवारं पुनः एतत् परिच्छेदं पठित्वा आगच्छतु यु विल् अण्डर्स्टाण्ड् इट् बेटर् सेकेण्ड् ऐ विल् इरेस् दिस् सो बहिरङ्गशास्त्रीयनिमित्तसमुदाय मध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम् एण्ड् बहिरङ्ग इस् अपोजिट् आफ् देट् एवं सेम् वे तदीयनिमित्तसमुदाय बहिर्भूत अङ्गम् औट्सैड् बहिर्भूत अङ्गम् अङ्गकं बहिरङ्गं देट् इस् बहिरङ्गम् These are the lakshanas of antarangam and bahirangam. We will read this again because maybe tatra kinchit doubt asti. So have you got a slight idea what is the lakshanam of antarangam? So we have so sarvada tatra kim bhavati bahir antarang bahiranga vishaye tatra tatva treyam vartate. Always you will find that there will be three entities involved. Like in Supicha and Bahuvachane Jalet, Tatra, Akara was the Sthani and Ba was the Nimittam. Ba was not only Yanyadi Sup, Ba was also Byasiti. Ityanena yaha Bakaradi Pratyaha, Byasiti Pratyaha. Ba was Yanyadi Supi and Ba was Jaladi Bahuvachan Pratyaha. So we have a... two tattvas only and b and ba is also represented supicha ba also represented bahuvachane jallet but tatva dvayam eva vartate whenever we will have antarang bahirang sambandha you will see either there is sthani nimit a and nimit b this will be different a is not equal to b a is separate b is separate so there will be three entities involved whenever you see three entities are involved तत्र फस्ट् हिण्ट् भवति ओ अत्र अन्तरङ्ग बहिरङ्ग सम्बन्धः तु नास्ति इट् केन् बि वैसि वर्सा स्थानी देयर् विल् बि स्थानी द्वयम् एण्ड् निमित् विल् बि समानं द्वयोः सूत्रयोः कृते एकमेव निमित्तं बट् स्थानी विल् बि डिफ्रेण्ट् दो देट् टैम् आल्सो स्थानी वन् स्थानी टु निमित् समानं थ्री एण्टिटीस् सो वेनेवर् whenever you see that three entities are involved that is the perfect hint for understanding antarang bahirang are you getting my point or I'm just confusing you people no we understanding a little bit more then etat punah pathamah vayam lakshanam we will understand again in the next this सो एकवारं पठित्वा आगच्छतु किमपि प्रश्नः अस्ति वा मञ्जरी भगिनी किञ्चित् अवगतं वा भगिनी अन्तरङ्ग बहिरङ्गविषये उदाहरणेन आमाम् उदाहरणेन वयं तत् स्पष्टीकरणं भवति आम् सत्यम् अस्तु इदानीं स्थगामः शान्तिमन्त्रं पठामि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः नमस्कारः धन्यवादः महोदय